गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् पर्ब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा इति तत्र वयं बहु किमपि अतीतवन्तः अत्र करपत्रे तत्र यत् विद्याधर्यां दत्तं तत्र आपादनद्वयं पूर्वपक्षिणः आपादनद्वयं नाम भेदः एव तत्र पृथक्त्वं भेदस्य एकः भागः इति तत्र स्वीकर्तुं शक्यते खलु इति तत्र पूर्वपक्षिणः आपादनं तत्र आपादनद्वयम् इति आसीत् अपि तत्र अस्मिन् तत्र करपत्रे तत्र वाक्यद्वयस्य तत्र अवगमनार्थं तत्र बहु किमपि उक्तं किन्तु पुनः एकवारं तत्र यतोहि तत्र सप्ताहद्वयम् अभवत् इति कृत्वा किञ्चित् तत्र स्मरणं पुनस्मरणं कुर्मः इति आशयः अतः तत्र किं किमस्ति इति पुनः एकवारं पश्यामः तत्र एतत् विद्याधर्यां यत् दत्तं तत्र अत्र किं किम् अस्ति इत्युक्ते तत्र आपादनद्वयम् अस्ति पूर्वपक्षिण आपादनद्वयम् अस्ति नाम सन्देहः अथवा तत्र एतत् समीचीनं नास्ति इति प्रथम आपादनम् अस्ति गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति प्रथम आपादनम् द्वितीयापादनम् अस्ति तत्र भूतलावधिकत्वस्य इव कपाल अवधिकत्वस्य अपि आवश्यकत्वात् तद्दोषतादवस्थ्यम् इति तत्र तावत्पर्यन्तं द्वितीयापादनम् इति तर्हि आपादनद्वयं वर्तते अत्र केवलम् इदानीम् आकृतिः कीदृशी इति चिन्तनं तत्र प्रथम आपादनं तत्र पिङ्क् मध्ये अस्ति तत्र ग्रीन् मध्ये द्वितीय आपादनम् अस्ति एतद् सर्वं पूर्वपक्षिणः आपादनद्वयम् अस्ति तत्र सिद्धान्ति तत्र उत्तरत्वेन किं वदति तत्र न च वाच्यम् किं न वाच् न च वाच्यं गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नेतावधिकत्वे मानाभावात् इति न च वाच्यं तद् न वक्तव्यं तद् समीचीनं नास्ति पुनः द्वितीय आपादनं तत्र भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यम् इति न च वाच्यम् इति अतः तत्र आकृतिः कीदृशी अस्ति चेत् सिद्धान्तिनः वाक्यम् उत्तरम् आरम्भे न च इति भवति अन्ते वाच्यम् इति भवति मध्ये यद्दोषद्वयम् अथवा आपादनद्वयम् अत्र यत् अस्ति तद् मध्ये स्थापितम् इति तत्र न च इति न च वाच्यं तत्र न इत्युक्ते न वाच्यम् इति तत्र नकारः इति तस्य अन्वयः वाच्यं न च वाच्यम् इति भवति अतः तत्र आपादनद्वयं वर्तते अपि सिद्धान्ति वदति तद् न च वाच्यं तद् न वक्तव्यम् इति आसीत् तदनन्तरं तत्र गुणरूपस्य तस्य इति तत्र तस्य इत्युक्ते तत्र वयं ज्ञातवन्तः पृथक्त्वस्य इति यतोहि तत्र संयोगः इति भवेत् किन्तु तत् समीचीनं नास्ति तत्र वयम् अवगतवन्तः तस्य इत्युक्ते पृथक्त्वस्य इति पृथक्त्वस्य अपि नियतावधिकत्वम् इति भवेत् इति हा अस्तु अतः तत्र आकृतिः एतादृशी अस्ति तर्हि तत् तर्हि प्रथम आपादनं किम् आसीत् इति कोऽपि वदति वा? कापि वदति वा? प्रथमापाधनं पिङ्क् मध्ये यदस्ति किञ्चित् विवरणं का करोति? दोषः अस्ति चेत् चिन्ता मास्तु, अहं प्रयत्नं करोमि महोदय. हा करोतु भगिनि. हा गुणरूपस्य तस्य रूपादिवत्, तस्य रूपादिवत् रूपादिवत् गुणः पूर्वं वयं दृष्टवन्तः, पूर्वसिद्धगुणरूपः रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य अत्र इति पृथक्त्वस्य द्वितीयक्षणे आपादनं द्वितीयक्षणे आयाति पृथक्त्वम् अत्र जायमानस्य पूर्व तस् गुणरूपस्य तस्य रूपादिवत् पृथक्त्वस्य पूर्वसिद्धगुणरूपवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वं नियतावधिकत्वं घटम् इति पूर्व द्वितीयक्षणे जायमानः चेत् द्वितीयक्षणे जायमानघटस्य पृथक्त्वं घटे पृथक्त्वम् अस्ति इति अत्र कस्मात् इति नियतावधिकत्वं नियतावधिकत्वमान अभावात् इति तत्र पृथक्त्वम् इति पूर्वसिद्धगुणेषु इव नास्ति यतोहि पृथक्त्वम् इति नियतात्वस्य कृते नियतावधिकत्वम् अपेक्षते इत्यनेन भेदः भेदस्य अंशः इव इति वक्तव्यम् इति आपादनम् उत्तमं भगिनि. हा तर्हि हा तर्हि गुणरूपस्य तस्य समीचीनं भगिनि. हा तर्हि गुणरूपस्य तस्य पृथक्त्वस्य यदि नाम गुणरूपस्य तस्य पृथक्त्वस्य नाम यदि यदि वयं पृथक्त्वं गुणः इति चिन्तयामः तर्हि रूपादिवत् इदानीं रूपादिवत् नाम सिद्धगुणाः रूपः रूपं रसः इति गन्धः एतादृशी ताद् रूपादिवत् तत्र वत् इति मतत् नास्ति तत्र सदृशः इति रूपादिवत् इति सदृशः रूपसदृशः गुणः अस्ति चेत् तत्र गुणः अस्ति इति कृत्वा तत्र मूर्तद्रव्ये तस्य आश्रये यदा भवति किन्तु मूर्तोत्पत्तिक्षणे एव तत्र उत्पत्तिक्षणे एव तत्र गुणः न भवति इति जानीमः तत्र कार्यकारणभावः अस्ति इति कृत्वा द्वितीयक्षणे जायमानः द्वितीयक्षणे जायते किन्तु प्रथमे क्षणे न जायते इति कृत्वा गुणः गुणस्य स्वभावः तादृशः इति जानीमः अतः तादृश तत्र पृथक्त्वं गुणः इति स्वीकुर्मश्चेत् तथा तत्र द्वितीयक्षणे एव तत्र जायते सः गुणः पृथक्त्वम् अपि यदि सिद्धगुणे तत्र सिद्धगुणसदृशः अस्ति पृथक्त्वम् इति चिन्तयामः तत्तु नास्ति यतोहि पृथक्त्वस्य नियतावधिकत्वम् अस्ति नियमेन अवधिः भासते किन्तु सिद्धेषु गुणेषु नियतावधिकत्वं न भासते नास्ति अतः एतत् पृथक्त्वं कथं गुणः इति भवेत् किन्तु तद् समीचीनं नास्ति भेदस्य अंशः एव स्यात् यतोहि भेदस्य नियतावधिकत्वम् अस्ति हा इति समीचीनं भगिनि. हा अस्तु अन्य कोऽपि तत्र पुनः एकवारं तत्र प्रथम आपादनं किम् इति वदति वा? तत्र नूतनतया नरसिंहमहोदय नमस्कारः, चन्द्रमती भगिनी नमस्कारः, शुभदा भगिनी नमस्कारः, नीता भगिनी प्रयत्नं करोतु. तत्र आपादानद्वयं वर्तते, तत्र प्रथमं तत्र अस्ति गुणरूपस्य तस्य गुणरूपस्य पृथक्त्वस्य इत्युक्ते तत्र पृथक्त्वं यदि गुणरूपेण यदि वयं स्वीकुर्मः तदा सिद्धेषु गुणेषु इत्युक्ते तत्र रूपादिवत् रूपसदृशं ये गुणाः सिद्धाः सिद्धेषु गुणेषु यतोहि तत्र सिद्धेषु गुणेषु तत्र किं वर्तते, मूर्तोत्पत्तिद्वितीयक्षणे जायमानः, तत्र द्रव्य उत्पत्तिक्षणे ये गुणाः सिद्धा तेषां कृते द्रव्य उत्पत्तिक्षणे गुणः न वर्तते, परन्तु द्वितीयक्षणे जायमानाः एते सर्वे गुणाः, तत्र नियतावधिकत्वं नास्ति, सिद्धेषु गुणेषु नियतावधिकत्वं नास्ति, परन्तु तत्र भेद एतस्य अंशस्य यत् पृथक्त्वं तत् वयं स्वीकुर्मः चेत् तत्र नियतावधिकत्वं दृश्यते. तत्र पृथक्त्वम् इति गुणः इति मानाभावात् इत्युक्ते तत् न अङ्गीकुर्मः एवं पृथक्त्वम् इति गुणरूपेण तस्य स्वीकरणं न भवेत् इति. उत्तमं भगिनि. हा, अतः प्रथम आपादनम् अस्ति तत्र पूर्वपक्षी अपि तत्र सिद्धान्ति सर्वे तत्र अङ्गीकुर्वन्ति तत्र पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति. तत्र सिद्धान्ति अपि अङ्गीकरोति, पूर्वपक्षी अपि अङ्गीकरोति, नियतावधिकत्वम् अस्ति पृथक्त्वस्य. अतः नियतावधिकत्वं यथा भवती उक्तवती, हा, अतः तत्र भेदस्य अंशः एव स्यात्, यतोहि तत्र भेदे नियतावधिकत्वम् अस्ति, किन्तु सिद्धेषु गुणेषु नियतावधिकत्वं नास्ति. अतः तत्र भेदस्य अंशः एव सम्यक् भवति, न तु गुणः इति स्वीकारे इति. उत्तमं, हा, अस्तु, समीचीनं, हा, समीचीनं भगिनि. हा, अतः पुनः एकवारं तत्र, यतोहि तत्र नूतनतया जनाः सन्ति इति कृत्वा, तर्हि तत्र विद्याधर्यां पुस्तके तत्र किं दत्तमिति नाम, तत्र एतत् तत्र प्रथम आपादनं पिङ्क् मध्ये यदस्ति तत् प्रथम आपादनम् अस्ति, अपि द्वितीय आपादनं तत्र ग्रीन् मध्ये यदस्ति हरितवर्णे यदस्ति तद् द्वितीय आपादनम् अस्ति. दोष तद्दोष तादवस्थ्यम् इति तावत्पर्यन्तं द्वितीय आपादनम्. अपि तद् पूर्वपक्षिणः नाम तत्र ओपोनेण्ट् इति तस्य आपादनद्वयं, तत्र आकृतिः कीदृशी इत्युक्ते तत्र सिद्धान्ति न च वाच्यम् इति न च वाच्यं तद् न वक्तव्यं, तादृशं न वक्तव्यं, तत् समीचीनं नास्ति इति उत्तरत्वेन वदति. तर्हि आकृतिः न च इति आरम्भे अस्ति, वाच्यम् इति अन्ते अस्ति, मध्ये यद् दोषः दोषद्वयं त्रयं यत् उक्तं तद् मध्ये स्थापितं भवति उत्तरे. तर्हि एतत् सिद्धान्तिनः उत्तरं न च इति आरभ्य पूर्वपक्षिणदोषं सर्वं तत्र स्थाप्य तदनन्तरम् इति न च वाच्यम् इति न च वाच्यम् इति अस्ति. इदानीं तत्र प्रथम आपादनं किम् इति दृष्टवन्तः. इदानीं तत्र द्वितीय आपादनं किम् इति कोऽपि स्मारयति वा? प्रयत्नं कः अथवा का करोति? एकवारं तत्र आपादनं पठित्वा तत्र कोऽपि अथवा कापि वदतु. मृणालिनी भगिनी किञ्चित् प्रयत्नं करोति वा? भूतलावधिकस्य इव कपालावधिक कपालाधिकत्वस्यापि आवश्यकत्वात् आवश्यकत्वात् तद्दोषतात् अवस्थमिति तद्दोषतादवस्थ्यम् दोषतादवस्थ्यम् इति तत्र तावत् तद्दोषतादवस्थ्यं तावत्पर्यन्तं द्वितीय आपादनं तत्र इति न च वाच्यम् इति सिद्धान्तिनः वाक्यम् इति न च वाच्यम् इति सिद्धान्तिनः उत्तरम्. किन्तु तत्र भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्य अपि आवश्यकत्वात् इति तत्र का इच्छा, तत्र सिद्धान्तिनः इच्छा का तत्र घटे पृथक्त्वम् अस्ति इति चिन्तयामः. तर्हि घटः भूतलात् पृथक् यदि वदामः तथा कपालात् पृथक् इति वक्तुं न शक्नोमि यथा शक्नुमः घटः भूतलात् पृथक् परन्तु घटः कपालात् न पृथक् इति चिन्तनमस्ति खलु अत्र इति वयं जानीमः वयं जानीमः किन्तु तस्य अङ्गीकारः अत्र नास्ति अत्र नाम तत्र पूर्वपक्षी वदति अस्तु तत्र प्रथमापादने सः गुणः इति न स्वीकृतवान् खलु पृथक्त्वं गुणः इति तत्र नास्ति इति एव तस्य मतमासीत् किन्तु इदानीं सः वदति अस्तु गुणः इति स्वीकुर्मश्चेदपि तत्र अवधिकत्वम् अस्ति खलु तत्र नियतावधिकत्वम् अस्ति तत्र पृथक्त्वस्य किन्तु नियतावधिकत्वम् इति एव उक्तं खलु नाम अवधिः अस्ति अतः अवधिः अस्ति इति कृत्वा तत्र सीमा तु न उक्तम् उक्ता खलु नाम केवलम् एषः पदार्थः एव अवधिरूपेण भवति एषः पदार्थः अवधिरूपेण न भवति इति न उक्तं खलु पृथक्त्वस्य पृथक्त्वस्य अवधिः अस्ति इति उक्तं खलु नियतावधिकत्वम् अस्ति पृथक्त्वस्य इति अङ्गीकारः अस्ति अतः यदि भूतलः इति भूतलम् अवधिरूपेण स्वीकर्तुं शक्नुमः तर्हि कपालः अपि अवधिरूपेण स्वीकर्तुं शक्नुमः खलु इति प्रश्नः आमामाम् इति तत्र तस्य आपादनं तत्र तादृशम् इति किन्तु तत्र कपालस्य कपालः अपि अवधिरूपेण स्वीकर्तुं शक्नुमः नाम तत्र सर्वे पदार्थाः अवधिरूपेण स्वीकर्तुं शक्नुमः इति तस्य मनसि पृथक्त्वम् इति पृथक्त्वस्य अवधिकत्वं कीदृशम् इत्युक्ते तत्र भूतलमपि भूतलमपि अवधिरूपेण स्वीकर्तुं शक्नुमः कपालः अपि अवधिरूपेण किमपि अवधिरूपेण स्वीकर्तुं शक्नुमः खलु यतोहि तत्र सीमितम् अवधि तत्र समूहः सीमितः इति किमपि न उक्तः अतः तत्र अवधिसमुदाये सर्वे पदार्थः स्युः खलु इति सः वदति नाम तत्र इच्छा तत्र तस्य मनसि किम् अस्ति इत्युक्ते तत्र निखिलावधिकत्वं पृथक्त्वस्य निखिलावधिकत्वम् अस्ति इति यः चिन्तयति सः एव एतादृशं वक्तुं शक्नोति खलु नाम तत्र केवलम् एकः एव अवधिः इति सः अङ्गीकरोति चेत् एतादृशः प्रश्नः न वदति किन्तु यः चिन्तयति निखिलावधिकत्वं स्यात् तत्र पृथक्त्वस्य केवलं सः एव एतादृशं वक्तुं शक्नोति अतः तत्र पूर्वपक्षिण मनसि किम् अस्ति इति सिद्धान्ति जानाति वाक्यस्य आकृतिं दृष्ट्वा ओ अस्तु पूर्वपक्षी चिन्तयति तत्र पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति कृत्वा सीमा न उक्ता इति कृत्वा निखिलावधिकत्वम् अपि अस्ति इति सः चिन्तयति इति अतः तत्र तादृशं नास्ति इति अग्रे तत्र सिद्धान्ती वदति नाम निखिलावधिकत्वं पृथक्त्वस्य नास्ति इति तत्र अग्रे तत्र पुनः तस्य चर्चा भवति किन्तु आपादनद्वयं नाम तत्र द्वितीय आपादनं निखिलावधिकत्वम् अपि अस्ति पृथक्त्वस्य इति इति तत्र आपादनद्वयं तदनन्तरं तत्र एतावत् तत्र उत्तरं तदनन्तरं तत्र किम् अस्ति अत्र समाधानं तत्र केवलं तत्र न च इति न च वाच्यम् इति उक्तवान् सिद्धान्ति किन्तु तत्र समाधानं नास्ति खलु अतः तत्र समाधानं कथं क्रियते इत्युक्ते तत्र अग्रे यत् वाक्यमस्ति नियमेन स्वीक्रियते नाम तत्र संयोगस्य विभागस्य इति आधारेण तत्र विभागस्य किञ्चित् तत्र अवधिकत्वं वर्तते, किन्तु तत्र निखिलावधिकत्वं नास्ति इति तत्र उदाहरणेन, तत्र विभागस्य उदाहरणेन तत्र पृथक्त्वस्य अपि निखिलावधिकत्वं नास्ति इति, अतः नास्ति चेत् तत्र दोषः किमपि नास्ति इति तत्र साधयति. अस्तु, अत्र एतावत् तत्र आकृतिः कीदृशी इति ज्ञाता खलु, नाम तत्र सिद्धान्तिनः अपि पूर्वपक्षिणः वाक्यम् अपि उत्तरम् एतत् सर्वं. तर्हि अत्र कोऽपि प्रश्नः? एषा एव भूमिका, नाम तत्र सप्ताहद्वयम् अस्माकं चिन्तनम् अस्मिन् विषये आसीत्, अतः केवलं भूमिका, नाम तत्र एतद् मनसि स्यात् इति, अतः तत्र आपादनद्वयम् वदतु भगिनि, चन्द्रवती भगिनी वदतु. द्वयमपि पुनः एकवारं वदति वा? हा, नाम प्रथमे आपादने सः वदति, पूर्वपक्षी वदति, तत्र पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति वयम् अङ्गीकुर्मः, सः अपि अङ्गीकरोति, सिद्धान्ती अपि अङ्गीकरोति, अतः नियतावधिकत्वम् अस्ति इति कृत्वा तत् कथं गुणः भवेत्, यतोहि सिद्धेषु गुणेषु कुत्रापि नियतावधिकत्वं न दृश्यते, नाम गन्धे अवधिकत्वं न भासते, रूपे अवधिकत्वं न भासते, रसे अवधिकत्वं न भासते, अतः सङ्ख्यायाम् अवधिकत्वं न भासते, अतः तत्र सिद्धेषु गुणेषु कुत्रापि अवधिकत्वं नास्ति, किन्तु पृथक्त्वस्य नियतावधिकत्वम् अस्ति, अतः तत्र भेदस्य अपि नियतावधिकत्वम् अस्ति, अतः पृथक्त्वं भेदस्य अंशः एकः भागः एव स्यात् इति प्रथम आपादनम्. द्वितीय आपादनं, तत्र भूत अवधिकत्वं नियतावधिकत्वम् अस्ति इति कृत्वा तत्र के के पदार्थाः अवधिरूपेण स्वीकर्तुं शक्नुमः इति तस्मिन् विषये किमपि न उक्तं, यत्र न किमपि न उक्तं चेत् तत्र सर्वम् अवधिरूपेण स्वीकर्तुं शक्नुमः, अतः भूतलं यथा अवधिरूपेण स्वीकर्तुं शक्नुमः तथैव कपालः अपि अवधिरूपेण स्वीकर्तुं शक्नुमः, तद् तत्र आवश्यकम् अस्ति इति कृत्वा तदा किं भवति, भूतलमपि अवधिरूपेण भवति, कपालः अपि अवधिरूपेण भवति, नाम तत्र घटः भूतलात् पृथक् कपालात् पृथक् एतत् सर्वम् आगच्छति इति कृ इति भवति, अतः तत्र यथा वयं घटः भूतलात् भिन्नः, घटः कपालात् भिन्नः इति वक्तुं शक्नुमः, तथा एव तत्र पृथक्त्वस्य अपि अस्ति, अतः पृथक्त्वं पुनः भेदः एव भवति खलु, तत्र यदि तत्र नियतावधिकत्वम् अस्ति चेत् तत्र भूतल अवधिकत्वम् इव तत्र कपालावधिकत्वमपि अस्ति चेत् निखिलावधिकत्वं भवति, तदा पृथक्त्वमपि पुनः भेदस्य इव भवति खलु, अतः तत्र भेदस्य अंशः इति एव तत्र भवति इति, अतः तत्र तद्दोष तादवस्यं, नाम यद्दोषः प्रथमे आपादने आसीत् तद्दोषः पुनः अत्र अपि आगच्छति, नाम तत्र भेदः भेदरूपेण एव भवति, भेदस्य अंशः एव तत्र समीचीनं भवति, न तु गुणः इति इति द्वितीय आपादनम्. मृणनिभगिनी प्रश्नः आसीत्, अग्रिमवाक्यं यदस्ति वक्ष्यमाणविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं न उक्तम् अत्र. भगिनि तत्र अस्मिन् विषये तत्र अस्तु, तदपि पुनः तत्र तस्य अपि स्मरणं भवेत्, यतोहि तत्र तस्य प्रयोगः वयं कृत् प्रयोगः पूर्वः अपि अभवत्, पूर्वमपि अभवत्. तर्हि अत्र एतत् सर्वं कुत्र अस्ति, पृथक्त्वस्य विषये अस्ति, तदनन्तरं तत्र संयोगः इति गुणः आगच्छति, तदनन्तरं तत्र विभागः इति गुणः आगच्छति, अतः वक्ष्यमाणविभागः इति गुणः अस्ति, तस्य विषये वक्ष्यमाणविभागस्य विभागस्य गुणस्य तत्र न निखिलावधिकत्वम्, विभागस्य निखिलावधिकत्वं नास्ति इति, तत्र विभागस्य निखिलावधिकत्वं न. मध्ये अन्यत् किमपि स्थापितं तत् किम् इति इदानीं पश्यामः, किन्तु मुख्य अंशः अस्ति वक्ष्यमाणः नाम अग्रे यत् तस्य विषये वदामः. विभागः, विभागः इति गुणः अस्ति, विभागस्य निखिलावधिकत्वं नास्ति इति मुख्य अंशः. मध्ये किमस्ति, द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्य विभागस्य, हा एतद् भवती एव वक्तुं शक्नोति, हा द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानः विभागः इति अस्ति चेत् अर्थः कः? तत् विभाग गुण इति गुणः, गुणः गुणः कदा जायते? द्रव्योत्पत्तेः द्वितीयादि क्षणे एव, द्वितीये क्षणे एव जायते वा अथवा तृतीये क्षणे चतुर्थे क्षणे अपि जायते वा? ततः अग्रे, हा खलु, अतः तत्र केवलं द्वितीये क्षणे इति नास्ति, अतः द्वितीयादिक्षणे नाम प्रथमे, केवलं प्रथमे क्षणे न जायते इति वक्तुम् इच्छामः. प्रथमक्षणे नास्ति, द्वितीया तदनन्तरं, तदनन्तरं कदापि भवितुम् अर्हति खलु. तावदेव, अतः तत्र द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानः विभागः, तस्य विभागस्य न निखिलावधिकत्वम्, अतः तत्र विभागस्य निखिलावधिकत्वं नास्ति. अत्र अहं न स्मरामि, विभागस्य निखिलावधिकत्वं नास्ति वा? यथा अस्माकं घटः पुस्तकं न इति, तत्र इदानीं विभागः, विभागः इति भेदः नास्ति, भेदः नास्ति, घटः पुस्तकं जाता एव, हा विभागः इति तत्र तस्यापि किञ्चित् पुनस्मरणं कुर्मः तर्हि, हा तर्हि विभागस्य निखिलावधिकत्वं नास्ति, किन्तु किन्तु तस्य अवधिकम् अवधिरूपेण किं किं भवति, तत्र स्वनाश्यसंयोगाश्रय अवधिकत्वम् एव हि नियमेन स्वीक्रियते. नाम अवधिकत्वं तस्य अस्ति, विभागस्य अवधिकत्वम् अस्ति, किन्तु केवलं स्वनाश्य संयोग आश्रय अवधिकत्वम् एव हि नियमेन स्वीक्रियते इति अस्ति. अस्तु, तर्हि तत्र उदाहरणं वयं दृष्टवन्तः, पुनः एकवारं पश्यामः. हा उत्तमप्रश्नः. तर्हि तत्र तत्र किं हस्तः अपि पुस्तकम्, इति स्वीकुर्मः. तर्हि प्रथमतया तयोः संयोगः, हस्तपुस्तकयोः संयोगः जायते किम्? आमां जायते, हस्तपुस्तकयोः संयोगः जायते, संयोगः जायते. तर्हि इदानीं संयोगः जायते, तदनन्तरं संयोगः नष्टः इति चिन्तयतु, तयोः विभागः इदानीम् अभवत्. विभागः किं करोति? संयोगं नाशयति खलु. तर्हि तत्र स्वनाश विभागः, हा विभागः इति नाशकः, नाशकः तत्र नाश्यः कः? तत्र संयोगः एव नाश्यः खलु, संयोगः नाम यः संयोगः नष्टः अभवत्, तत्र स्वनाश्य इत्युक्ते तत्र स्वेन, स्वेन नाश्यः, तन्नाम विभागेन नाश्यः संयोगः. तत्र इदानीं तत्र अस्तु तत्र एकनिमिष तत्र हस्ते पूर्वं हस्ते संयोगः आसीत् पुस्तके अपि संयोगः आसीत् खलु इदानीं हस्ते अपि विभागः अस्ति पुस्तके अपि विभागः अस्ति खलु यथा संयोगः द्विनिष्ठः विभागः अपि द्विनिष्ठः द्विनिष्ठः अस्ति अस्तु इदानीं तत्र तर्हि तत्र हस्ते यः विभागः अस्ति तस्य अवधिः कः भवति पुस्तकं समीचीनम् अपि पुस्तके यः विभागः अस्ति तस्य अवधिः हस्तः खलु तर्हि तत्र विभागस्य अवधिः किं भवति तत्र केवलं तत्र हस्तः भवति अथवा पुस्तकं खलु अन्यत् किमपि अवधिरूपेण न स्वीकर्तुं शक्नुमः संयोगे विद्यमानाः ये अंशाः भवन्ति ते एव विनाश समीचीनं सत्यम् अतः तत्र संयोगः किन्तु कीदृशसंयोगः यतोहि तत्र वृक्षभूतलयोः संयोगः अपि अस्ति खलु बहुत्र संयोगः वर्तते किन्तु सर्वविधसंयोगः नास्ति स्वनाश्यसंयोगः नाम विभागेन यः नष्टः संयोगः केवलं सः संयोगः भवतु नाम अत्र हस्तपुस्तकयोः संयोगः एव नष्टः खलु विभागेन अतः अत्र हस्तपुस्तकयोः संयोगः यः स्वनाश्यः अस्ति तस्य संयोगस्य आश्रयः नाम हस्तः वा पुस्तकं वा तस्य एव अवधिकत्वम् अस्ति अवधिकत्वम् एव हि नियमेन स्वीक्रियते अन्यत् किमपि अवधिरूपेण न स्वीकुर्मः अतः विभागस्य निखिलावधिकत्वम् अस्ति वा तत्र अवधिसमुदाये सर्वे पदार्थाः सन्ति वा न केवलं तत्र हस्तः वा पुस्तकं तावदेव अन्यत् किमपि अपि यदि वयं हस्ते विद्यमानः विभागः इति स्वीकुर्मश्चेत् तर्हि तत्र पुस्तकमेव अवधिः भवति पुस्तकनिष्ठविभागः इति चिन्तयामश्चेत् तत्र अवधिः हस्तः एव भवति अतः तत्र अवधिसमुदाये केवलम् एकः एव सदस्यः भवति अतः तत्र निखिलावधिकत्वं तस्य विभागस्य तु नास्ति खलु अस्तु इदानीं समीचीनः प्रश्नः भगिनी तर्हि तत्र अन्य कोऽपि तत्र तत्र किमर्थं तत्र विभागस्य निखिलावधिकत्वं नास्ति अपि अवधिरूपेण किं स्वीकर्तुं शक्नुमः इति अन्य कोऽपि वदेत् तर्हि तत्र कः प्रयत्नं करोति अथवा कः प्रयत्नं करोति शोभा भगिनी अथवा नरसिंहगिरि महोदय तत्र प्रयत्नं करोमि महोदय तत्र इत्युक्ते इदानीं विषयः अवधिकत्वं न तत्र द्वितीय विभागविषये अस्तु विभागः यदा भवति किं महोदय आरम्भे संयोगः आसीत् तदनन्तरं विभागः आम् अस्तु इदानीं तत्र संयोगः इति भवति चेत् तत्र यदा तयोः विभागः तत्र संयोगे द्वे द्रव्ये स्तः तयोः विभागः यदा भवति सः विभागः तत्र किं स्वनाश्य एकक्षणं महोदय वदामि स्वनाश्यसंयोग आशय अवधिकत्वम् एव इति तत्र स्वीकृतम् इत्युक्ते अवधिः किं भवति इत्युक्ते स्वनाश्य आशय अवधिः तत्र विभागः तत्र अवधिः इत्युक्ते इदानीं घटभूतलयोः संयोगः यदा भवति तदा तयोः किं विभागनाश संयोगनाशः भवति तदा अवधिः भूतलस्य कृते घटः भवति, घटस्य कृते भूतलम् एव अवधिः भवति, अपि च सः अवधिः द्वयो द्रव्योत्पत्तिद्वितीयक्षणेषु जायमानस्य अपि तस्य महत्त्वम् अत्र नास्ति भगिनि. अस्तु, इत्युक्ते केवलम् इदानीं हा संयोगः अपि विभागः इति विषये वदनीयम्. अस्तु, अतः तत्र आरम्भे घटः भूतलं तयोः संयोगः जातः इति चिन्तयामः प्रथमतः. तयोः संयोगः जातः. अपि च इदानीं संयोगः कुत्र कुत्र अस्ति? संयोगः द्विनिष्ठः, घटे अपि अस्ति, भूतले अपि अस्ति. भूतले अपि अस्ति. तत्र भूतलस्य इदानीम् अत्र अवधि मास्तु. इदानीं तत्र संयोगः घटे अपि अस्ति, भूतले अपि अस्ति. इदानीं तत्र संयोगः नष्टः इति चिन्त्य संयोगः नष्टः, विभागः जातः, तर्हि संयोगः नष्टः. इदानीं संयोगः नास्ति. तर्हि तत्र संयोगनाशः अपि तत्र संयोगस्य नाशनम् अपि तत्र विभागः तयोः मध्ये कीदृशसम्बन्धः? संयोगस्य नाशनमपि विभागः कीदृशसम्बन्धः वा? तत्र समवायः भवेत् खलु महोदय? न भगिनि, नाम तत्र नाशः नाशकः कः? संयोगः संयोगस्य नाशकः कः? विभागः संयोगस्य नाशकः. विभागः संयोगस्य नाशकः खलु? तर्हि विभागः कारणमस्ति नाशस्य. कार्यकारणभावः भवति, भावः अस्ति खलु. नाम नाशकः विभागः, नाशस्य कार्यमस्ति नाशः, संयोगस्य नाशः. संयोगः कार्यं नास्ति, किन्तु संयोगस्य नाशः नाशः कार्यं कार्यमस्ति कार्यमस्ति. विभागः कारणं, कार्यमस्ति संयोगः कार्यं कार्यम्. अतः संयोगः नाश्यः अस्ति, नाशकः विभागः अस्ति. विभागः नाशकः नाश्यः, नाम यस्य नाशः भवति नाश्यः, सः अस्ति संयोगः. विभागः नाशकः, संयोगः नाश्यः खलु? तर्हि इदानीं तत्र इदानीं स्वनाश्य इति आरभ्य स्वम् स्व इत्युक्ते विभागः. स्व इत्युक्ते विभागः, स्वनाश्य संयोग आश्रय अवधिकत्वम् एव इति. किन्तु तत्र सोपानेन गच्छतु, नाम स्व इति विभागः, स्वनाश्य इत्युक्ते विभागेन नाश्य संयोगः. अतः विभागेन नाश्य संयोगः तत्र अस्ति, तत् कुत्र अस्ति? तस्य अवध्याम् अस्ति. न इदानीं न तत्र भवत्याः उदाहरणमासीत् तत्र घटक घटभूतलयोः खलु संयोगः, घटभूतलयोः संयोगः इति आसीत् खलु. घटे भवेत् अथवा भूतले भवेत् इति आशयः. किन्तु खलु समीचीनं. तर्हि तत्र संयोगः घटे आसीत् अथवा भूतले आसीत् खलु? आम्. तर्हि स्व इत्युक्ते विभागः, नाश्य स्वेन नाश्यः नाम विभागेन, यथा नाश्य विभागेन नाश्यः संयोगः. तत्र संयोगः बहुत्र अस्ति, किन्तु तत्र वृक्ष अपि भूतलयोः संयोगः अस्ति, किन्तु सः संयोगः एतेन विभागेन न नष्टः खलु. केवलं सः संयोगः नष्टः, अत्र एषः घटः एतद् भूतलं तयोः संयोगः एव नष्टः. अतः स्वनाश्यसंयोगः नाम घटभूतलयोः संयोगः खलु. केवलम् एषः संयोगः, सर्वविधसंयोगः न, केवलम् एषः विशिष्टसंयोगः नाश्यः अस्ति, तस्य संयोगस्य आश्रयः कः? तस्य संयोगस्य आश्रयः तत्र भूतलं भवेत् अथवा घटः भवेत् खलु? घटः भवेत् हा इति, अतः तत् आश्रय एव अवधिकत्वं, तस्य एव अवधिकत्वं नियमेन स्वीक्रियते. हा नाम घटस्य अवधिकत्वं भवेत्, घटावधिकत्वं भवेत् अथवा भूतलावधिकत्वं भवेत्, विभागस्य अन्यत् किमपि अवधिरूपेण न स्वीकुर्मः. पुनः भवती एव वदतु भगिनि. आम् महोदय, वक्तुम् इच्छामि पुनः. तत्र यदा द्वयोः द्रव्ययोः संयोगः भवति अपि च तस्य संयोगस्य नाशः भवति, स च नाशः विभागेन भवति अपि च तत्र तेन तस्मिन् काले वयं वक्तुं शक्नुमः स्वनाश्य संयोग इति तावत् वक्तुं शक्नुमः. इत्युक्ते स्व इत्युक्ते तत्र विभागः, विभागेन नाश्यः संयोगः इति. तस्य आश्रय अवधिकत्वं किम् इत्युक्ते तस्य आश्रयः तत्र पुनः भूतलम् अथवा न तत्रैव, तत्र अवधिकत्वं तु भूतले घटे भवति, किन्तु नाश्यसंयोगस्य आश्रयः तत्र विभागः द्विनिष्ठः, भूतले अपि अस्ति घटे अपि अस्ति, तर्हि तत्र आश्रयः द्वित्रापि अस्ति इति. हा सत् सत्यं भगिनि, संयोगस्य आश्रयः, संयोगः कुत्र आसीत्? संयोगः भूतले, भूतले तदेव तत्र आश्रय एव, आश्रय एव. अतः तत्र तौ ते द्वे एव किं तत्र अवधिरूपेण अवधिरूपेण, किन्तु आश्रयविषये किम् उक्तं महोदय, क्षम्यताम्? न नाम संयोगस्य आश्रयः एव नाम विभागः अस्ति अवधिकत्वेन. अस्तु, हा विभागः अस्ति, विभागः संयोगं नाशयति खलु? आमाम्. इदानीं संयोगः कुत्र आसीत्? भूतले आसीत्, घटे आसीत्. तर्हि संयोगस्य आश्रयः कः? घटः अथवा भूतलं? भूतलम्. आश्रय एव आश्रयस्य अवधिकत्वम् अत्र, आश्रयस्य संयोगस्य आश्रयस्य अवधिकत्वम् एव हि नियमेन स्वीक्रियते. नाम केवलम् आश्रयः यः अस्ति, विभागेन नाश्यः यः संयोगः, तस्य संयोगः संयोगस्य आश्रयः एव अवधिरूपेण स्वीकर्तुं शक्नुमः. अन्यत् किमपि अवधिरूपेण न भवति. आम् इत्युक्ते तत्र अस्तु, आश्रय एव अवधिकत्वेन स्वीकुर्मः, तर्हि तत्र ययोः द्वयोः संयोग अभवत् तत्र एव तत्र एव अवधि रूपेण भवन्ति भवतः इति भवति. अतः इति तत्र अवधिरू, तर्हि अवधिसमुदाये तत्र सर्वे पदार्थाः न सन्ति, तर्हि निखिलावधिकत्वं नास्ति विभागस्य. आम् आम् आम्. तत्र अवधिसमुदायः सीमितः अस्ति, केवलं तत्र भूतलनिष्ठविभागः इति चिन्तयामश्चेत् विभागः भूतले अस्ति, अतः तस्य अवधिः भवति घटः. घटे विभागः अस्ति इति कृत्वा तस्य अवधिः भवति भूतलम्. तर्हि तत्र अवधिसमुदायः सीमितः अस्ति, निखिलावधिकत्वं विभागस्य नास्ति. आं महोदय, समीचीनं खलु? समीचीनम्. अत्र अतः विभागस्य, विभागः इति उदाहरणत्वेन नाम विभागः गुणः अस्ति, तस्य अपि निखिलावधिकत्वं नास्ति इति तत्र उदाहरणं. वयं तु जानीमः तत्र निखिलावधिकत्वं कुत्रापि न दृश्यते इति वयं जानीमः, किन्तु पूर्वपक्षी तत्र तस्य तद् अङ्गीकरोति न वा इति न जानीमः. अतः तत्र यदा सम्भाषणं भवति तत्र पूर्वपक्षी अपि सिद्धान्तिनः तत्र सम्भाषणं भवति, तत्र पूर्वपक्षी किं चिन्तयति इति वयं न जानीमः, सिद्धान्ती किं चिन्तयति तद् जानीमः, किन्तु पूर्वपक्षी किं चिन्तयति इति न जानीमः. केवलं सः वदति तत्र एतद् वाक्यद्वयं वदति, तर्हि तत्र वाक्यं दृष्ट्वा तत्र सिद्धान्ती किञ्चित् अवगच्छति, ओ पूर्वपक्षी किं वक्तुमिच्छति, तत्र आपादनं किमर्थम् एतादृशं वदति तत्र इति. अतः तत्र चिन्तयित्वा पुनः तत्र तादृशं न वक्तव्यं, नाम तत्र निखिलावधिकत्वम् अस्ति इति भवान् चिन्तयति पृथक्त्वस्य, किन्तु निखिलावधिकत्वं नास्ति इति भवति. अस्तु, तत्र इदानीं तर्हि तत्र अस्मिन् विषये कोऽपि प्रश्नः? समीचीनं भगिनि, धन्यवादः. धन्यवादः महोदय. तर्हि तत्र अस्मिन् विषये कोऽपि प्रश्नः महोदय? निखिलादि अवधिकत्वम् इति वदनेन किमर्थम् इङ्ग्लिश् निखिलावधिकत्वं नाम भगिनि तत्र सर्वे पदार्थाः अवधिरूपेण, नाम अवधि नाम तत्र तस्मात् इति. तर्हि तत्र वयं तत्र किं घटः भूतलात् पृथक् इति वदामः, घटः पुस्तकात् पृथक् इति वदामः, तत्र यत्यत् पृथक् इति तस्मात् इति वदामः तत्सर्वम् अवधिः भवति, नाम पुस्तकम् अवधिः भवति, वृक्षः अवधिरूप भवति घटपृथक्त्वस्य, यतोहि घटः वृक्षात् पृथक् पृथक्. इदानीं तत्र अवधिसमुदायः इति भवति, अवधिसमुदाये सर्वे पदार्थाः सन्ति चेत् तदा निखिलावधिकत्वम् इति वदामः. किन्तु अवधिसमुदाये अत्र हस्तपुस्तकयोः वा घटभूतलयोः विभागस्थले तत्र अवधिः केवलम् एकः एव भवति भूतले, अतः तत्र निखिलावधिकत्वं नास्ति. अवधिसमुदायः तत्र अनन्तः भवेत् तदा एव तत्र निखिलावधिकत्वं भवितुमर्हति, किन्तु एकः अथवा सदस्यद्वयमेव अस्ति चेत् तत्र कथं निखिलावधिकत्वं, खलु? अतः अत्र हस्तपुस्तकयोः विभागे हस्तः वा पुस्तकं वा अवधि भवति, घटभूतलयोः विभागस्थले घटः वा भूतलं वा, अन्यत् किमपि अवधिरूपेण न भवति, अतः निखिलावधिकत्वं नास्ति. समीचीनम्. अस्तु, तर्हि इदानीम् अग्रे तर्हि तत्र अग्रे सरामः. एतावत् तत्र इदानीं तत्र अतः आरभ्य तत्र स्वं यस्मिन् देशे व्याप्तः इति ततः आरभ्य इदानीं पठामः. तर्हि तत्र चन्द्रमती भगिनी पठति वा? स्वं यस्मिन् देशे व्याप्तः तावन्मात्रदेशावच्छेदेन व्याप्ताः ये स्वावयवपरम्परायां विद्यमानाः मूर्ताः तदवधिकं पृथक्त्वं यस्मिन् नास्ति इति भूमः, ते निखिलान्तर्गताः. यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः? स्वाश्रयं विहाय अन्यत् सर्वं तदन्तर्गतम्. इदानीं घटपटपृथक्त्वस्य निखिलावधिकत्वं किं स्यात् इत्युक्तौ, स्वाश्रयः यः घटः तद्विहाय ये पदार्थाः तदवधिकत्वम्, इदं घटे विद्यमानपृथक्त्वस्य निखिलावधिकत्वं स्यात्. यस्मिन् देशे व्याप्तः तावन्मात्रदेश अवच्छेदेन व्याप्ताः ये स्व अवयवपरम्परायां विद्यमानाः मूर्ताः तदवधिकत्वं पृथक्त्वं यस्मिन् नास्ति इति ब्रूमः. स्वं यस्मिन् देशे यात्रे कृते एकं द्रव्यं पदार्थम् अस्ति तद् कुत्र खडः अस्ति इति चिन्तयति चेत् अत्र खडः तस्य व्याप्तिः कुत्र पर्यन्तम् अस्ति इति तावन्मात्रदेशव्याप्त अवच्छेदेन व्याप्ताः खडे भूमौ व्याप्तः इति स्वीकरोति अथवा खडे व्याप्तः इति महोदय नाम तत्र घटः यस्मिन् देशे अस्ति नाम तत्र सर्वत्र घटः नास्ति खलु एकस्मिन् देशे एकस्मिन् एव देशे अस्ति एकस्मिन् देशे एव अस्ति नाम तत्र उत्पीठिकायाम् इदानीं घटः स्थापयामश्चेत् उत्पीठिकायाः उपरि अस्ति किन्तु अधोभागे घटः नास्ति खलु तर्हि तत्र देशः सीमितः यस्मिन् देशे घटः अस्ति सः देशः सीमितः अस्ति खलु तावन्मात्रदेश तावन्मात्रदेश अवच्छेदेन व्याप्ताः नाम ये पदार्थः अस्मिन् विशिष्टे देशे अस्ति चेत् यदि तत्र अस्मिन् विशिष्टे देशे अन्यत् किमपि अस्ति मूर्तद्रव्यम् अस्ति चेत् अपि स च मूर्तद्रव्यं कीदृशं भवेत् ये स्व अवयवपरम्परायां विद्यमानाः भवेत् भवेत् अपि नाम तत्र घटस्य अवयवपरम्परायां तत्र कपाले कपालिका एतत् सर्वम् अस्ति हा तद् अवधिकं यस्मिन् नास्ति तदवधिकं पृथक्त्व यस्मिन् नास्ति इति ब्रूमः अत्र अन्यत्र नास्ति नाम तत्र न पृथक्त्वं घटपृथक्त्वे तत्र कपालः अस्ति वा कपालः कपाल अवधिकत्वम् अस्ति वा पृथक्त्वे घटपृथक्त्वे नाम घटपृथक्त्वे कपालः अस्ति चेत् वयं घटः कपालात् पृथक् इति वक्तुं शक्नुमः किन्तु अतः तत् तत्र परम्परायां विद्यमानाः मूर्ताः मूर्तद्रव्यं यत्किमपि अस्ति तत् अवधिरूपेण न स्वीकर्तुं शक्नुमः पृथक्त्वस्य इति वयम् उक्तवन्तः इति वदामः तत्र तत्र एते सर्वे पदार्थाः निखिल इति पदं यदि वदामः तत्र निखिल इति पदे अन्तर्गताः खलु नाम निखिलं नाम सर्वम् इति आगच्छति निखिलं सर्वम् इति आगच्छति किन्तु इदानीं तत्र तत्र निखिलम् इति पदस्य अर्थः किम् आसीत् यतोहि ते निखिल अन्तर्गताः ते सर्वे निखिल अन्तर्गताः यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः स्वाश्रयं विहाय अन्यत् सर्वं निखिल नाम तत्र यदि वयं घटस्य पृथक्त्वम् इति हा उत्तमं भगिनि इदानीं तत्र घटपृथक्त्वम् इति यदि चिन्तय तस्मिन् विषये पृथक्त्वम् इति अस्माकं चिन्तनम् अस्ति तदा पृथक्त्वस्य आश्रयं तत्र नाम घटं विहाय अन्यत् सर्वम् अन्यत् सर्वं निखिल इति पदे अन्तर्गतं भवति. निखिलम् इति अतः तत्र आश्रय अवयवपरम्परायां ये पदार्थाः सन्ति ते अपि निखिलपदे अन्तर्गताः सन्ति खलु. निखिलाव नाम निखिलावधिकत्वम् इति यदि वदामः तत्र निखिलावधिकत्वं नाम केवलं घटः इति अवधिः नास्ति किन्तु अन्ये सर्वे पदार्थाः अवधिसमुदाये भवन्ति इति खलु. स्वस्य अवयवपरम्परा नाम निखिलावधिकत्वम् इति पद निखिलावधिकत्वम् इति पदस्य अर्थः कः इत्युक्ते स्वं विहाय सर्वे भवेयुः सर्वे भवेयुः इति एव अर्थः खलु. अतः तर्हि इदानीं घटपृथक्त्वस्य इदानीं घट ओके सारि महोदय इदानीं खडपडपृथक्त्वस्य निखिलावधिकत्वं किं स्यात् इत्युक्तौ पृच्छति यदि कोऽपि पृच्छति अस्तु घटपृथक्त्वस्य निखिलावधिकत्वं नाम किम् इति पृच्छति चेत् तदा निखिलावधिकत्वं किं स्यात् इत्युक्ते स्वाश्रयः यः खडः तत्र स्व स्व इत्युक्ते किं स्व इत्युक्ते खडस्य आश्रयः कपालः स्व इत्युक्ते अत्र पृथक्त्वं घटपृथक्त्वं घटपृथक्त्वम् इति तस्य निखिलावधिकत्वं किम् इति यदि कोऽपि घटत्वस्य पृथक्त्वस्य आश्रयः घटपृथक्त्वम् इति वदामः घटे निष्ठः तर्हि घटः एव आश्रयः हा तर्हि स्व आश्रया पृथक्त्वस्य आश्रयः यः घटः तत् नाम सः घटः यः अस्ति तं घटं विहाय तद् विहाय ये पदार्थाः तदवधिगत्व अन्य तद्विहाय पदार्थाः सर्वेषाम् अन्येषां सर्वेषाम् भवेत् भवेत् एतदेव पृथक्त्वस्य निखिलावधिगत्वं तदेव खडे विद्यमान निखिलावधिगत्वस्य निखिलावधिगत्वं पृथक्त्वस्य निखिल खडे विद्यमान पृथक्त्वस्य निखिलावधिगत्वं खडं विहाय अन्ये अन्यस्मिन् सर्वेन् सर्वेषु वर्तते सर्वेषु वर्तते न तत्र सर्वे अवधिरूपेण स्वीकर्तुं शक्नुमः हा पृथक्त्वं तु अन्यत्र कुत्रापि नास्ति केवलं घटे एव अस्ति पृथक्त्वस्य अवधिः अवधिकत्वं तत्र अवधित्वं अवधित्वं पृथक्त्वस्य अवधित्वं सर्वत्र घटं विहाय सर्वत्र वर्तते इति एव अर्थः इति एव अर्थः यदि वयं वदामः घटपृथक्त्वस्य निखिलावधिकत्वम् अस्ति इति यदि ब्रूमः तदा अर्थः कः घटं विहाय सर्वे अन्ये पदार्थाः अवधिसमुदाये सन्ति इति घटं विहाय अन्ये सर्वे पदार्थाः अवधिसमुदाये सन्ति अवधिरूपेण स्वीकर्तुं शक्नुमः केवलं घटं घटः अवधिः न भवति अन्यत् किमपि भवतु अवधिरूपेण स्वीकर्तुं शक्नुमः तदा एव तत्र निखिलावधिकत्वम् इति तस्य अर्थः एषः अस्ति एतदेव तत्र भवति इति नाम केवलं निखिलावधिकत्वं नाम इदानीं खडपडपृथक्त्वस्य निखिलावधिकत्वं किम् इति पृच्छति चेत् खडस्य घटपट नाम तत्र घटपट इति केवलम् उदाहरणं तं घटपृथक्त्वं पटपृथक्त्वं तस्य निखिलावधिकत्वं किम् अस्ति भोः इति परस्परः न परस्परः न घटपृथक्त्वं नाम किं पटपृथक्त्वं नाम किं तस्य निखिलावधिकत्वम् अस्ति वा इति कोऽपि पृच्छति चेत् अस्तु तस्य अर्थः कः निखिलावधिकत्वं नाम किं तत्र घटं विहाय सर्वे अन्ये पदार्थाः अवधिसमुदाये भवति भवन्ति इति अर्थः भवति. केवलं निखिलावधिकत्वं किम् इति स्पष्टीकरणं तावदेव. किन्तु तत्र वस्तुस्थितिः का इत्युक्ते तत्र निखिलावधिकत्वं नास्ति, यतोहि आदौ भवती एव पठितवती तत्र स्व अवयवपरम्परायां विद्यमानाः मूर्तद्रव्याः ये सन्ति ते तत्र अवधिसमुदाये न सन्ति. अतः तत्र नास्ति. किन्तु निखिलावधिकत्वं किमर्थं नास्ति इत्युक्ते प्रथमतया निखिलावधिकत्वं नाम किम् इति अस्माकं मनसि स्पष्टता भवेत्. अतः निखिलावधिकत्वं नाम किम् अवयव परम्परायां विहाय यस्मिन् वर्तते इति वयं स्वीकरो निखिलावधिकत्वस्य स्वीकुर्मश्चेत् तदा निखिलावधिकत्वम् इति वक्तुं शक्नुमः. तत्र केवलं स्वं विहाय इति वदामश्चेत् तत्र निखिलावधिकत्वं न भवति. समीचीनम्. अस्तु अग्रे सरामः. तर्हि तत्र इदानीं तत्र नरसिंहगडे महोदय अग्रे पठति वा? आम् महोदय. इदानीं त्वं यस्मिन् देशे व्याप्तः? न इदानीम् अग्रे महोदय, इदानीं किं पर्यवसितम् अत्र? इदानीं महोदय चेत् अत्र अवयवपरम्परा न अस्मिन् नास्ति वा? स्वम् इति खडः इति वदति तत्र समीचीनप्रश्नः भगिनी. तत्र अत्र आरम्भे तत्र स्वम् इति यत्र आसीत् तत्र अस्ति, तत्र तु तत्र घटः इति आगच्छति पदार्थः. किन्तु इदानीम् अत्र निखिला इति पदस्य तत्र स्व आश्रयः इति, तत्र स्व इति साक्षात् पृथक्त्वम् अस्ति न तु घटः. अत्र यतोहि तत्र पृथक्त्वस्य अवयवः न सन्ति खलु? अतः तत्र स्वम् आदौ स्व इत्युक्ते घटः, अत्र निखिलावधिकत्वं निखिलपदस्य तत्र अर्थः कः नाम स्व आश्रयं विहाय इति. तर्हि निखिलावधिकत्वम् इति स्थले अवधिकत्वम् इति भवति, तत्र भेदस्य वा अथवा विभागस्य वा पृथक्त्वस्य वा, तर्हि पृथक्त्वस्य आश्रयः भेदस्य आश्रयः विभागस्य आश्रयः विहाय, तम् आश्रयं विहाय सर्वे भवेयुः इति अर्थः. अतः तत्र निखिल अवधिकत्वम् इति स्थले स्वम् इत्युक्ते तत्र साक्षात् पृथक्त्वं वा भेदः अथवा विभागः भवति. अस्तु समीचीनम्. अस्तु नरसिंहगडे महोदय अग्रे. इदानीं किं परिहसितम् अत्र? स्वाश्रयघटः सः यस्मिन् देशे व्याप्तः तावन्मात्रदेशे व्याप्ताः ये अवयवाः तदवधिकत्वं घटपृथक्त्वे नास्ति, अतः निखिल अवधिकत्वं नास्ति. तदानीं पूर्वं तद्दोष तादवस्थम् इति नास्ति, न निखिलावधिकत्वम् अपि तु स्वा अवयव अतिरिक्ते, नाम स्वं यस्मिन् देशे व्याप्तः तावत् मातृदेशे व्याप्तः यः स्वा अवयवः स्वावयवपरम्परायां विद्यमानं यन् यद् यत् मुहूर्तं तद भिन्न अवधिकत्वं तद्भिन्न अवधिकं पृथक्त्वमेव स्वस्मिन् भवति इति द्वितीयदोषस्य द्वितीयदोषस्य समाधानम्. अत्र घटकपालयोः परस्पर अवधिकत्वपृथक्त्वस्य पृथक्त्वं नास्ति इत्यर्थः. घटे कपालावधिकपृथक्त्वं नास्ति, कपाले घटावधिकपृथक्त्वं नास्ति, घटावधिकपृथक्त्वं नास्ति इत्यादिकं यदा आगतं तदा तयोः युतसिद्धत्वं नास्ति, यतसिद्धत्व अभावात् तयोः संयोगस्य संयोगदोषस्य अपि कारणं भवति. अत्र इदानीं किं पर्याप्तम् अर्थ अन्ततः गत्वा किम् इति तस्य अर्थः परिचार्थः इति चेत् स्वाश्रयघटः सः यस्मिन् देशे व्याप्तः अत्र घटकपालयोः संयोगस्य विषये अस्ति. स्वाश्रयकपालस्य आश्रयः स्वाश्रयघटः स्वाश्रय इत्युक्ते किं महोदय स्वाश्रयघट नाम तत्र इदानीं तत्र स्वनाम घटपृथक्त्वं घटे विद्यमान घटपृथक्त्वं स्वस्य आश्रयः भवति घटः स्वाश्रयघटः सः यस्मिन् देशे व्याप्तः यस्मिन् देशे घटः अस्ति तावन्मात्रदेशे व्याप्ताः ये अवयवाः तस्मिन्नेव देशे ये अवयवाः सन्ति घटस्य तद् अवधिकर्तुं घटपृथक्त्वे नास्ति. घटः पश्यामः चेत् तत्र कपालिका अपि तदेव देशे समानदेशे अस्ति कपालिका अपि समानदेशे भवति अतः तेषाम् अवधिकत्वं घटपृथक् अवधिकत्वम् इति न स्वीकर्तुं शक्नुमः. खलु नाम इति न स्वीकर्तुं शक्नुमः. कपाल अवधिकत्वं घटपृथक्त्वे नास्ति नाम तत्र पुस्तकावधिकत्वं घटपृथक्त्वे अस्ति यतोहि घटः पुस्तकात् पृथक् किन्तु घटः अवयवकपालात् पृथक् इति न वक्तुं शक्नुमः. अतः निखिलावधिकत्वं नास्ति तस्य अवयवपरम्परा विहाय एव पृथक्त्वं भवति इति कृत्वा तत्र निखिलाधिकत्वं न भवति घटपृथक्त्वस्य घटपृथक्त्वे निखिलावधिकत्वं न भवति. यदा निखिलावधिकत्वं नास्ति तदानीं पूर्वं तद्दोष तादवस्थम् इति नास्ति इत्युक्ते पूर्वं वयं दृष्टवन्तः द्वितीयापादने किम् उक्तं तत्र भूतलस्य अवधिकत्वं आवश्यकत्वम् आवश्यकत्वम् अस्ति इति कृत्वा तत्र दोषः भवति तद् दोषत्रादवस्थ्यम् इति आगच्छति. अत्र सिद्धान्ति किं वदति अस्तु तादृशः प्रश्नः तत्र सिद्धान्तिनः प्रश्नः अस्ति किमर्थम् इति नाम तस्य मनसि तत्र निखिलावधिकत्वम् अस्ति इति चिन्तयति पृथक्त्वस्य निखिलावधिकत्वम् अस्ति इति चिन्तयति पूर्वपक्षी किन्तु निखिलावधिकत्वं नास्ति. यदि निखिलावधिकत्वं नास्ति एतादृशप्रश्नः न भवति एव अतः तत्र प्रश्नः एव तत्र समीचीनः नास्ति चेत् तत्र किमपि उत्तरत्वेन तत्र दातव्यं नास्ति खलु. अतः तत्र समाधानं कृतम् इति यदा निखिलावधिकत्वं नास्ति तदानीं पूर्वं तद्दोषत्तादसम् इति नास्ति न निखिलावधिकत्वम् अपि तु स्व एव अतिरिक्ते तत्र निखिलावधिकत्वं नास्ति परन्तु स्व अवयव अतिरिक्तं सर्वम् अवधिकत्वं तत्र भवति. हा नाम अतिरिक्तं नाम विहाय अवयवं विहाय अवयवपरम्परां विहाय सर्वं तत्र अवधिरूपेण अवधिसमुदाये सन्ति. हा नाम स्वं यस्मिन् देशे व्याप्तः तावत् मात्रदेशे व्याप्तः यः स्व अवयवः स्वावयवपरम्परां विद्यमानं यद्यद् मूर्तं तद्भिन्न अवधिकत्वं पृथक्त्वमेव स्वस्मिन् भवति इति द्वितीयदोषस्य समाधानम् अत्र पुनः तदेव लिखितमस्ति स्वावयवपरम्परां विहाय ये अन्ये ये सन्ति ते तादृश अवधिकत्वमेव तत्र भवति इति कृत्वा द्वितीयापादनस्य समाधानं भवति अत्र. अत्र घटकपालयोः परस्पर अवधि पृथक्त्वं नास्ति इति अर्थः. अत्र किमर्थम् इत्युक्ते ते समानदेशे भवति इति कृत्वा तेषां घटकपालयोः परस्परावधिकपृथक्त्वं न भवति इति अर्थः. यदि घटे कपालावधिकपृथक्त्वं नास्ति कपाले घटावधिकपृथक्त्वं नास्ति इति अर्थः तस्य फलितार्थः भवति इत्यादिकं यदा आगतं तादृशं भवति चेत् तत्र किं भवति तयोः युतसिद्धत्वम् इत्युक्ते पृथगाश्रय पृथक् आश्रयत्वं पृथगाश्रय आश्रयत्वमपि न भवति. यत्र कपाले घट अवधिकपृथक्त्वं न भवति घटे कपालादिकर्तृत्वं न भवति चेत् तेषाम् युतसिद्धत्वमपि न भवति इति कृत्वा तत्र संयोगापत्ति वारितं भवति तेषां यत्र युतसिद्धत्वं भवति तत्रैव संयोगः भवति अतः यत्र युतसिद्धत्वं नास्ति तत्र संयोगस्य आपत्तिः न भवति हा नाम तत्र तद्दोष तादवश्यम् अत्र तत्र तत्र पूर्वपक्षिणः इच्छा का आसीत् तत्र पश्यतु यदि तत्र घटकपालयोः तत्र कपालावधिकत्वम् अपि अस्ति चेत् तर्हि तत्र घटकपालयोः संयोगः अपि आगच्छति खलु इति कर्तुं शक्नुमः घटकपालयोः संयोगः अपि भवति किन्तु वयं जानीमः घटकपालयोः तत्र कदापि संयोगः नास्ति सम्बन्धः कदापि संयोगः न भवति केवलं समाय एव सम्बन्धः तर्हि तत्र आपादने किम् अन्तर्भूतम् इत्युक्ते तत्र संयोगस्य आपत्तिः घटकपालयोः संयोगस्य आपत्तिः भवति इति नाम तत्र पृथक्त्वस्य निखिलावधिकत्वात् इति अर्थः तत्र इदानीं तत्र उक्तं न तत्र संयोगः न भवितुम् अर्हति यतोहि तत्र कपाले तत्र घटकृतत्वं न कपालावधिकत्वं तत्र परस्पर अवधिकपृथक्त्वं तयोः नास्ति घटे कपालावधिकपृथक्त्वं नास्ति कपाले घटावधिकपृथक्त्वं नास्ति अतः तत्र संयोगस्य दोषः तस्यापि वारणं भवति विस्मृतम् अग्रे आगच्छति भगिनि अग्रे आगच्छति पुनः हा एतदेव तत्र पुनः तस्य विवरणम् अस्ति भगिनि हा युतसिद्धत्वं नाम किम् इति पुनः आगच्छति अस्तु तर्हि एतावत् कोऽपि प्रश्नः अस्तु नरसिंहगिरि महोदय धन्यवादाः धन्यवादः अग्रे तर्हि तत्र हा उषा भगिनी अग्रे पठति वा आं महोदय संयोगस्य साधकं भवति युतसिद्धत्वं संयोगस्य साधकं भवति युतसिद्धत्वं युतसिद्धत्वं नाम किं पृथक् आश्रय आश्रितत्वम् इत्युक्तम् इदानीं पृथक्त्वस्य स्थाने यदा भेदः स्वीकृतः तदा कपाले घटभेदः अस्ति घटे च कपालभेदः अस्ति अतः घटस्य कपालभेद आश्रयत्वात् कपालस्य च घटभेदय भेद आश्रयत्वात् तयोः युतसिद्धत्वं स्यात् युतसिद्धत्वे तयोः संयोगः स्यात् इति आपादनम् तस्मात् किं कर्तव्यम् युतसिद्धत्वं कस्य इत्युक्तौ पृथक्त्व आश्रयस्य पृथक्त्वं च भेद अपेक्षया किञ्चित् अतिरिक्तम् इति स्वीकर्तव्यम् इयं मुख्य आवृत्तिः अस्तु संयोगस्य साधकं भवति युतसिद्धत्वं युतसिद्धत्वम् इत्येव युतसिद्धत्वम् अस्ति चेत् एव संयोगः भवति इति संयोगस्य साधकः इति भवति युतसिद्धत्वम् इति युतसिद्धत्वं नाम किं पृथक् आश्रय आश्रितत्वम् इत्युक्तं पृथक् आश्रय आश्रितत्वम् आश्रयं द्वयोः मध्ये पृथक् भवति तथा एव संयोगः युतसिद्धत्वं भवति इति अस्ति युतसिद्धत्वम् अस्ति चेत् एव संयोगः भवति इति आपादनं भवति इति वयं जानीमः तद् वयं जानीमः तत्र आपादनं नास्ति एतत् वयं जानीमः जानीमः यत्र युतसिद्धत्वम् अस्ति तत्र एव संयोगः जायते जायते अतः तत्रापि युतसिद्धत्वं नाम पृथक् आश्रय आश्रितत्वम् इति नाम तत्र उदाहरणमासीत् तत्र वृक्षः अपि पक्षी वृक्षः अपि पक्षी वृक्षस्य आशयः अवयवाः पक्षिणः अवयवाः अपि आश्रयः तत्र तौ आशयौ पृथक् भिन्न पृथक् पृथक् पृथक् अतः आश्रितः अस्ति वृक्षः, आश्रितः अस्ति पक्षी, पक्षी तर्हि वृक्षः अपि पक्षी पृथक् आश्रय आश्रितौ अतः तयोः मध्ये तयोः युतसिद्धत्वं युतसिद्धत्वम् अस्ति युतसिद्धत्वम् अस्ति अतः एव तत्र संयोगः भवितुम् अर्हति भवितुम् अर्हति इति एतत् सर्वं वयम् इदानीं जानीमः. हा अस्तु इदानीम् अग्रे इदानीं पृथक्त्वस्य स्थाने यदा भेदः स्वीकृतः तदा इदानीं पृथक्त्वं वेदस्य एकः अंशः इति स्वीकुर्मश्चेत् तदा किं भवति तदा कपाले घटभेदः अस्ति कपाले घटभेदः अस्ति कपालः घटः न इति कपाले घटभेदः अस्ति घटे च कपालभेदः अस्ति घटः कपालः न इति अत्र भेदः उच्यते कपाले घटभेदः अस्ति घटे च कपालभेदः अस्ति अतः घटस्य कपालभेद आश्रयत्वात् कपालस्य च घटभेद भेद आश्रयत्वात् तयोः युतसिद्धत्वं स्यात् यतोहि आश्रयं पृथक् आश्रय आश्रितत्वम् इति भवति महोदय कपाले घटभेदः अस्ति इति वयं कपालः घटः न इति चेत् कपाले घटभेदः अस्ति घटे घटः कपालः न इत्युक्ते घटे कपालभेदः अस्ति कपालभेद अतः घटस्य कपालभेद आश्रयम् अस्ति घटस्य कपालभेद आश्रयं कपालभेद आश्रयम् इत्युक्ते घटे घटे कपालभेद आश्रयम् अस्ति कपाले अपि घटभेद आश्रयम् अस्ति सो द्वयोः अपि पृथक् आशय आश्रितौ भवन्तः तथा युतसिद्धत्वं स्यात् युतसिद्धत्वं भवेत् इति युतसिद्धत्वे तयोः संयोगः स्यात् युतसिद्धत्वम् अस्ति इत्यनेन तयोः संयोगः अपि भवति इति आपादनम् इति आपादनम् अतः तत्र यथा तत्र एकनिमिषे तत्र यद् वाक्यम् आसीत् तत् पुनः एकवारं पश्यामः नाम तत्र भूतल अवधिकत्वस्य इव कपाल अवधिकत्वम् अपि भवति भवेत् खलु यतोहि तत्र सीमा न उक्ता अवधिसमुदाये केवलम् एतदस्ति इति किमपि न उक्तं केवलं नियतावधिकत्वम् इति एव अङ्गीकारः अतः कपालावधिकत्वमपि भवेत् तद् भवति चेत् तस्य आवश्यकम् अस्ति तद् भवति चेत् तत्र किं भवति तत्र कपालघटयोः संयोगः आगच्छति अतः तद् दोषं तद् दोषयुक्तम् अस्ति अतः तत् समीचीनं नास्ति इति अस्ति अतः इदानीं तत्र अतः तत्र अतः तत्र इति आपादनम् इति आपादनम् इदानीं तत्र इति आपादनं तस्मात् किं कर्तव्यं शोस् युतसिद्धत्वं कस्य इत्युक्तौ पृथक् आश्रय पृथक्त्व आश्रयस्य पृथक्त्वं च भेद अपेक्षया किञ्चित् अतिरिक्तम् इति स्वीकर्तव्यम् तस्मात् किं कर्तव्यम् युतसिद्धत्वं कस्य इत्युक्तौ पृथक् आश्रय पृथक्त्व आश्रयस्य युतसिद्धत्वं कस्य इत्युक्तौ पृथक् आश्रय आश्रितौ तौ कृते एव अस्ति युतसिद्धत्वं युतसिद्धत्वं सो इतस् पृथक् पृथक्त्वं च भेद अपेक्षया किञ्चित् अतिरिक्तम् इति स्वीकर्तव्यं. पृथक्त्वं सो युतसिद्धत्वं नास्ति इति अत्र पृथक्त्वस्य कृते नाम हा नाम तत्र पृथक्त्वम् अपि यदि तत्र किमस्ति तत्र संयोगस्य आपत्तिः खलु तत्र घटकपालयोः संयोगः भवति इति आसीत् तत्र तत्तु घटकपालयोः संयोगः संयोगः तत्र पूर्वपक्षी अपि न अङ्गीकरोति सिद्धान्ती अपि न अङ्गीकरोति. इदानीं तत्र किम् उक्तं तत्र यदि वयं पृथक्त्वं वेदस्य अंशः इति स्वीकुर्मः तदा किम् आगच्छति तत्र तयोः तत्र संयोगः संयोगः भवति इति. किन्तु तद् समीचीनं नास्ति अतः न अतः पृथक्त्वं वेदस्य अंशः इति न स्वीकर्तव्यम्. पृथक्त्वं वेदस्य अपेक्षया किञ्चित् अतिरिक्तम् इति एव स्वीकर्तव्यम् नो चेत् तत्र संयोगस्य आपत्तिः आगच्छति अतः संयोगस्य आपत्तिः अतः पृथक्त्वं वेदस्य अपेक्षया अतिरिक्तम् इति अस्ति अतः इति तत्र न दत्तम् ओके किञ्चित् अतिरिक्तं पुनः किन्तु अतिरिक्तमेव अतिरिक्तं नाम भेदः नास्ति इति एव तत्र तावत् तावत् स्वीकर्तव्यम् अस्ति तत्र भेदः इति स्वीकुर्मश्चेत् तत्र तयोः संयोगः आगच्छति किन्तु संयोगः समीचीनं नास्ति भेदः इति एतावत् अस्ति. हा अस्तु तर्हि तत्र अत्र एव स्थगयामः यतोहि तत्र अग्रे बहु किमपि अस्ति किन्तु एतावत् तत्र इदानीं तत्र प्रथम आपादनं किं द्वितीयापादनं किम् अपि तत्र संयोगस्य तत्र प्रसक्तिः किमर्थं यतोहि तत्र युतसिद्धत्वम् इति अस्ति तेन एव तत्र वयं भेदः नास्ति कुत्र कुत्र संयोगः जायते इति कृत्वा एव तत्र पृथक्त्वमपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते इति साधयितुं शक्नुमः अतः एव तत्र आरम्भे एव तत्र उक्तं संयोगस्य आधारेण तत्र पृथक्त्वभेदयोः वैलक्षण्यम् अतः संयोगः इति अस्माकं तत्र यन्त्रं तेन यन्त्रेण वयं पृथक्त्वमपि भेदः तत्र पृथक्त्वं भेद अतिरिक्तपदार्थः इति साधितुं शक्नुमः इति अस्ति. अग्रे बहु किमपि अस्ति किन्तु तत्र मम चिन्तनमस्ति तत्र एतावत् पर्याप्तं वा अथवा विद्याधरी पुस्तकं पठामः वा अथवा तत्र अस्मिन् विषये बहु किमपि अपि अस्ति तत्र प्रायशः एतदेव तत्र वर्गचतुष्टयं पुनः भवति तत्र किं चिन्तनम् एतावत् तत्र अवगतं वा तत्र अपादनद्वयम् अपि समाधानं कथम् इति अथवा अग्रे अपि अस्मिन् विषये तत्र चर्चा भवति वा नाम तत्र यतोहि तत्र करपत्रे इदानीमपि अग्रे अपि बहु किमपि उक्तमस्ति महोदय अग्रे पुस्तके गन्तुं शक्नुमः आवश्यकता अस्ति चेत् पुनः करपत्रं प्रति आगन्तुं शक्नुमः इति मम चिन्तनमस्ति भगिनि. हा यतोहि तत्र करपत्रे बहु किमपि बहु समयः तत्र गतः अस्ति यापितः अस्ति अतः तत्र एतावत् तत्र आपादनद्वयं किम् अपि किञ्चित् तस्य समाधानं कथम् इति किञ्चित् अवगमनम् अस्ति खलु महोदय. अतः तत्र एतावत् पर्याप्तम् इति चिन्तयामि. तर्हि तत्र अग्रिमे सप्ताहे पुनः तत्र विद्याधरी पुस्तके अग्रे गच्छामः. अस्तु महोदय. नो चेत् नो चेत् तत्र एषा यात्रा तत्र दीर्घा अभवत्. अहं दृष्टवान् स्वरूपमहोदय अपि तत्र वर्ग दशवर्ग इति यावत् अस्मिन् करपत्रे तत्र पाठितवान्. किन्तु वयं तस्य अधिकं कृतवन्तः इति कृत्वा पुनः तत्र विद्याधरीपुस्तकं गच्छामः इति आशा. तर्हि अग्रिमे सप्ताहे तत्र पुनः तत्र विद्याधरीपुस्तकं तत्र किमस्ति इति अग्रे तत्र सरामः. अस्तु अस्तु, तर्हि धन्यवादः, नमस्कारः, अग्रिमे वर्गे मिलामः. नमस्कारः, धन्यवादः.